पठनीयं वा? नमस्कारः, नमस्कारः सर्वेषां स्वागतम्। अद्यतनकरपत्रमस्ति अष्टाध्यायं सूत्राणां बलाम्बलम् इति वर्गः विषयः प्रवर्तम गतसप्ताहे अपि आसीत् गतसप्ताहात् प्रवर्तते। तर्हि एतावत्पर्यन्तं किं दृष्टवन्तः इत्युक्ते पूर्वपरनित्य इति विषयाः दृष्टाः, अनन्तरम् अन्तरङ्गस्य विषये अधुना चर्चा जायते। तर्हि अत्र अन्तरङ्गस्य विषये पश्यामः चेत् पूर्वोपस्थ अन्तरङ्गस्य बहुविधाः वर्तन्ते, किन्तु केचन भेदाः अत्र अस्माभिः अवलोक्यन्ते। तर्हि प्रथमं किम् इत्युक्ते पूर्वनिमित्तिकम् अन्तरङ्गम् इति विषयः अधुना प्रवर्तमानः अस्ति। तत्र किम् इत्युक्ते पूर्वनिमित्तिकं, हा अस्तु, निमित्तसमुदाय बहिरङ्गनिमित्तसमुदायस्य अन्तर्गतं यत् अस्ति तदेव अन्तरङ्गनिमित्तिकम् इति अस्माभिः दृष्टं। तर् किन्तु बहिरङ्गनिमित्तसमुदायः इत्युक्ते किम् इति प्रश्ने सति निमित्तसमुदायः इत्युक्ते अर्थं वा संज्ञा वा नो चेत् शब्दं वा स्वीकर्तुं शक्यते। तर्हि गते सप्ताहे अस्माभिः दृष्टं कुतः अर्थस्य वा संज्ञायाः वा स्वीकार्यं मास्तु। अत्र तु व्याकरणशास्त्रे शब्दस्य एव प्रामुख्यता वर्तते इति कृत्वा शब्दशास्त्रं शब्दशास्त्रं वर्तते व्याकरणं। तर्हि शब्दस्य एव स्वीकार्यं, शब्दः इति एव निमित्तम् इति स्वीकरणीयम् इति उक्तं। तर्हि तदनन्तरं किं दृष्टम् अस्माभिः इत्युक्ते अत्र तर्हि पुनः प्रकृतौ अस्माकं चर्चा किम् अस्ति, स्थिर्योगः न इति स्थितौ पुनः का स्थितिः इति अवलोकनीया। तर्हि कुतः आरभामहे इत्युक्ते ओके, तर्हि ततः परम् इति आरभ्य पश्यामः। कुत्र भगिनि? तर्हि ततः आरभ्य पूर्वनिमित्तिकम् अन्तरङ्गम् इत्यस्मिन् तर्हि ततः ततः परं नागेशस्य मतम् इति अस्ति खलु, केनापि प्राप्तं किम्? पठामि वा? पठतु भगिनि। तर्हि ततः परं नागेशस्य मतं भाष्यकारस्य च सिद्धान्तं मनसि निधाय शब्दरूपमेव ग्राह्यम् इति निश्चीयते चेत् यस्य शास्त्रस्य शब्दरूपनिमित्तम् अन्तर्भूतं भवति तत् अन्तरङ्गम्। तादृशनिमित्तानां समुदाये यस्य अन्तर्भावः वर्तते तत् अन्तरङ्गम्, तत् अन्तरङ्गभूतः च बहुविधम्। अस्तु, तर्हि विषयद्वयं वर्तते, बहिरङ्गसमुदायस्य अन्तर्भूतः अन्तरङ्गम् इति अस्माभिः दृष्टं। सो प्रथमप्रश्नः अस्ति निमित्तसमुदायः इत्युक्ते किम् इति प्रथम प्रश्नः आसीत्। तस्य तु विवरणं प्राप्तम्। अस्माभिः शब्दशास्त्रं स्वीकरणीयं, शब्दस्य एव निमित्तम् इति स्वीकरणीयम् इति अवगन्तम्। अधुना अन्तर्भूतः इत्युक्ते किम् इति अवगन्तव्यं खलु। अन्तर्भूतः अन्तरङ्गम् इति वदामः किन्तु अन्तर्भूतः इत्युक्ते किम् इति प्रश्ने सति बहुविधाः सन्ति। यत्र वयम् अन्तर्भूतः इति वदामः तत्रापि बहुविधाः सन्ति। तस्मिन् तर्हि तस्मिन् विषये पुनः अग्रे विवृतमहोदयेन। तर्हि नागेशः नवीनवैयाकरणः अस्ति, कैयटः पुरातनवैयाकरणः अस्ति। तर्हि कैयटस्य मतेन किम् आसीत्? संज्ञाः स्वीकृताः निमित्तरूपेण, तत्तु दोषाय इति अस्माभिः अवगतम्। अधुना नूतनवैयाकरणः नागेशः यत् वदति इत्युक्ते शब्दरूपनिमित्तिकत्वम् एव अस्माभिः स्वीकरणीयम् इति। नागेशस्य मतं यत् अस्ति तदेव भाष्यकारस्यापि मतम् आसीत् इति कृत्वा आधुनिककाले वयं शब्दस्य एव शब्दनिमित्तीकृत्य एव आधारेण एव अस्माभिः स्वीक्रियते। अवगतं किम्? अस्तु, अग्रे भवती मलर् भगिनी पठति किं भगिनि? एतदाधारेण इति मल्लत् भगिनी गतवती किं तस्य अस्तु सुमन् भगिनी पठति किं भगिनि आम् आं भगिनि एकनिमिषम् एतत् आधारेण खलु आम् अस्तु एतद् आधारेण उपरि सिव् योगः न इति स्थितौ संज्ञा संज्ञा कृत निमित्त क्षम्यतां निमित्त गणेन परिशीलनं न शक्यम्। अग्रे नागेशः वदति यत् कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इति कृत्वा छोः अनुनासिके च नित्यशास्त्रं यतोहि तस्य योग न इति स्थितौ अपि प्रसक्तिः पुगन्तलघु पदस्य च इत्यनेन गुणम् इत्यनेन गुणं कृत्वा अपि सेव् योग न इति स्थितौ अपि छोः शूडन नुनासिके च इत्यस्य प्रसक्तिः किन्तु प्रथमं छोः शूड अनुनासिके च भवति चेत् तदनन्तरं पुगन्तलघुपदस्य च भवति न वा इति अग्रे द्रष्टव्यं। तर्हि अवगतं किं भगिनि वदति किम् प्रयत्नं करोमि नो चेत् भवती एव स्पष्टी करोतु प्रयत्नं करोमि अत्र अस्ति तिस्रत्रय तत्र किमपि तुल्यबलविरोधः आसीत् तद् दृष्ट्वा वयं जानीमः इदानीं शब्दस्य निमित्तम् एव न तु भिन्न निमित्तानि स्वीकरणीय यथा अर्थ लिङ्ग सर्वे इदानीं पुनः सिव्योगः न भवति तत्र एव गच्छामः पश्यामः किं भवति इदानीं वयं जानीमः परसूत्रस्य पूर्वसूत्रस्य अपेक्षया परसूत्रस्य बलं भवति परसूत्रस्य अपेक्षया नित्यसूत्रस्य बलं भवति नित्यसूत्रस्य अपेक्षया अन्तरङ्गं सूत्रं भवति सर्वेषां बलं सूत्रम् अस्ति अपवादसूत्रम्। इदानीं वयं अर्थ एव कुर्मः चेत् अहं तु गणनं कृतवती गणनं न कृतवती प्रायः छोः शूडनासिके पुगन्तलघुपदस्य च तयोः सूत्रयोः निमित्ते समान भवति अतः पश्यामः किं कोऽपि नित्यसूत्रम् अस्ति वा न वयं जानीमः छोः शूडनासिके च पुगन्तलघुपदस्य च सूत्रस्य कार्यं कृत अकृत द्वयमपि कार्यं करोति इति किन्तु पुगन्तलघुपदस्य च छोः शूडनासिके च सूत्रस्य कार्यं कृत अकृत कार्यं करोति वा न अग्रे पश्यामः इति अस्ति इति अहं चिन्तयामि। आं भगिनि, तर्हि प्रथमं पुगन्तलघुपदस्य च इति कार्यं करोति चेत् शोः षोडनुनासिके इत्यस्य पुनः प्रसक्तिः प्राप्तिः भवितुम् अर्हति. किन्तु यदि श्वोः षोडनुनासिके च प्रथमं कार्यं करोति चेत् पुगन्तलघुपदस्य प्रसक्तिः भवेत् किन्तु प्राप्तिः भवति वा इत्यपि द्रष्टव्यं खलु. यदि न प्राप्तिः भवति चेत् तत्तु नित्यम् इति न वक्तुं शक्यते पुगन्तलघुपदस्य च. तर्हि तस्य एव विवरणम् अग्रे उक्तमस्ति. धन्यवादः भगिनी, बहु सम्यक्तया उक्तं भगिन्या. अग्रे सरला भगिनीं पठति किं भगिनि? आं भगिनि, नमस्ते. अत्र भगिनि अहम् उपरि अत्र कुत्र चोषूणनासिके अस्ति रै. चोषूणनासिके षष्ठम अध्यायस्य चतुर्थपादे एक नवदशसूत्रम् इत्यनेन अनुनासिकादि प्रत्यये परे वकारस्य स्थाने ऊट् आदेश सि ऊ योगन्न इको यरचि षष्ठम अध्यायस्य प्रथमपदे सप्तसप्ततिसूत्रं पुगन्तलघुपदस्य च सप्तम अध्यायस्य तृतीयपादे षट् अशीतिसूत्रम् द्वयोः प्रसक्तिः अस्ति. अत्र युगपद् द्वयोः सूत्रयोः प्रसक्तिः इको यणचि षष्ठमाध्यायस्य सूत्रं पुगन्तलघुपदस्य च सप्तमाध्यायस्य सूत्रम् इको यणचि षष्ठमाध्यायस्य सप्ततिसूत्रम् इत्यनेन इकारस्य स्थाने यकार आदेशः भवति. पुगन्तलघुपदस्य च इत्यनेन उपधागुण नाम इकारस्य स्थाने एकार भवति. इमे द्वे सूत्रे एकत्र प्राप्ते अपि च अन्यत्र लब्धावकाशे अतः तयोः तुल्यबलविरोध तस्य विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तत्वात् पुगन्तलघुपदस्य च सप्तमाध्यायस्य तृतीयपादे षट् अशीतिसूत्रं परत्वात् बलवत् अपि च वर्णादाङ्गं बलीय इति परिभाषाया तस्य बलम्. इदानीं यथा शिवयोगन्न तत्र वयं पूर्वं दृष्टवन्तः लोपोव्योवली चोषुनासिके च द्वयो मध्ये चोषुनासिके अपवादत्वेन बलिः अस्ति. तस्य प्रसक्तिः वयं कृतवन्तः. इदानीं चोषूनुनासिके पुगन्तलघुपदस्य इको यरचि इति त्रीणि सूत्राणि आगत्य तस्य सङ्घर्षः अस्ति. अत्र तेषां सङ्घर्षः भवति. चोषूनुनासिके यदि कार्यं करोति तस्य निमित्तं भवति अनुनासिके परे नकार अनुनासिके अस्ति अपि वकार पूर्वम् अस्ति. सूत्राणि नास्ति खलु भगिनि, क्षम्यतां. सूत्रद्वयस्य एव किम् इत्युक्ते अधुना किम् अस्ति प्रकृतौ किम् अस्ति इत्युक्ते यदि किमर्थमित्युक्ते अस्माकं चिन्तनमेव अधुना जायते चिन्तनं जायते यदि पुगन्तलघुपदस्य च प्रथमं कार्यं करोति चेत् श्वः षोड अनुनासिके च इत्यस्य प्राप्तिः भवति इति अस्माभिः निश्चितम्. अधुना श्वः षोड अनुनासिके च प्रथमं कार्यं करोति चेत् का स्थितिः इति, तर्हि श्वः षोड अनुनासिके प्रथमं कार्यं कृत्वा सिवुयोगः न इति प्राप्तं. चिन्तनं जायमानः अस्ति, तर्हि तदनन्तरम् अधुना सूत्रद्वयस्य प्रसक्तिः किम् इत्युक्ते यदि पुगन्तलघुपदस्य च इत्यस्यापि प्रसक्तिः प्राप्तिः अपि अस्ति चेत् तर्हि नित्यत्वं शोः षोडनुनासिके च इत्यस्य न भवति खलु. पुगन्तलघुपदस्य अपि पुनः अपि भवितुं तर्हि अपवादः अस्ति वा इति द्रष्टव्यं भवति. अन्यत् किमपि अस्ति किम् इति द्रष्टव्यम् अधुना पश्यामः. आम् लघुपद्यस्य द्वयोः मध्ये परसूत्रं पुगन्तलघुपद्यस्य तुल्यबलविरोधेन किन्तु पुगन्तलघुपद्यस्य परसूत्रं भूत्वा यदि तस्य कारण तस्य कार्यं भवति तत्र बलीय भवति लघुपदस्य प्रतिषेधि परं कार्यम् अनेन सूत्रेण इति अत्र वदति एतत् परिचयः. साधु अग्रिममपि पठतु भगिनि अग्रे अपि अत्र युगयोगन् अग्रिम अग्रे अत्र युगपद्वयोः सूत्रयोः तत् विवृतं तत् पठितं किम् आमां भगिनि. प्रश्नः अस्ति शब्दनिमित्तकम् एव प्राप्नुमः चेत् तत्र सिव्योगः न क्षम्यतां छ्वोः शूरनासिके अपि पुगन्तलघुपदस्य तत् तयोः निमित्तानि समान किम् प्रायः स्यात् भगिनि अतः एव नित्यत्वस्य कार्यं भवति. अपवादः अपि नास्ति प्रायः एतदपि नास्ति नित्य अन्तरङ्गं बहिरङ्गम् इत्यपि न भवति इति कृत्वा एव आम् तदेव स्यात् भगिनि. अधुना किम् इत्युक्ते अग्रे एव अन्तरङ्गस्य अत्र अधुना इको एनसि पुगन्तलघुपस्य तस्मिन् तस्यां स्थित्याम् अस्माभिः निर्णीता क्रियते अन्तरङ्गं किं बहिरङ्गं किम् इति उदाहरणम् अधुना एव. अस्तु अस्तु किन्तु निमित्तानि समान अतः एव वयम् इदानीम् अन्तरङ्गं बहिरङ्गं न पश्यामः नित्यम् सत्यं भगिनि आम् आम् तथा इदानीम् अहम् अन्तिम वाक्यस्य प्रतिपादितवती विप्रतिषेधे परं कार्यं पुगन्तलघुपदस्य इति बलीय भवति परत्वात् बलवात् अपि च वर्णान्तरङ्गं बलीय इति परिभाषायां तस्य बलं यत् वर्णनिमित्तं कार्यं भवति यथा सन्धिकार्यमिति वर्णनिमित्तं कार्यम् अस्ति. साधु भगिनि किम् इत्युक्ते अत्र इको एणचि पुगन्तलघुपदस्य च द्वयोः प्रसक्तिः अस्ति किन्तु कस्य प्राप्तिः इति चिन्तने सति तस्मिन् समये किं भवति इत्युक्ते अत्र विप्रति अन्यत्र अन्यत्र लब्धावकाशः अथवा तुल्यबलविरोधः इति भवितुम् अर्हति. तर्हि विप्रतिषेधे परं कार्यम् इत्यनेन पुगन्तलघुपदस्य च इत्यस्य कार्यं भवेत्. अनन्तरं किमस्ति अभिन्नपरिभाषा अपि अस्ति वर्णादङ्गं बल्यः इति. अत्र तु इको एणचि इति वर्णनिमित्तिकं सूत्रं कार्यमस्ति, पुगन्तलघुपदस्य च इति अङ्गकार्यम् अस्ति. तर्हि इति कृत्वा पुगन्तलघुपदस्य च बलवत् इति वक्तुं शक्यते. किन्तु यत्र अस्माकं पूर्व पर नित्य अन्त नित्य इति सर्वं भवति तस्मात् अपि प्रामुख्यता कस्य वर्तते, अन्तरङ्गस्य वर्तते. तर्हि इको एनचे इति अन्तरङ्गम् इति अस्माभिः निर्मीयते तर्हि पुगन्तलघुपदस्य च बलवत् न भवति खलु अस्मिन् स्थित्यां अस्यां स्थित्यां. तर्हि तदेव अग्रे वक्ष्यमाणं वर्णनिमित्तं कार्यम् अङ्गनिमित्तं कार्यं द्वयोः भवति अङ्गं बलीय भवति अङ्गकार्यं परिभाषा अधिकतया अनेकत्र तस्य तु कार्यं भवति एव. किमर्थं तथा वर्णादङ्गं बलीयः इति किम् इत्युक्ते अनेकत्र तस्य कार्यं भवति किन्तु सर्वत्र इति न स्वीकर्तुं शक्यते. सामान्यविषयः अस्ति वर्णादङ्गं परिभाषा वर्णादङ्गं बलीय तत् परिभाषा अनुसृत्य अङ्गं बलि अस्ति इति आम् भगिनि. नित्यम् अङ्गं वर्णात् बलीयम् इति न भवति सर्वदा तथा इति नास्ति. किमर्थम् इत्युक्ते तदेव अधुना वयम् अस्माभिः पूर्वपरयो नित्य अनन्तराङ्गात् एकत्र प्राप्य बहु बहिरङ्गात् तत्र भिन्ना परिभाषा अस्ति. आम् सत्यम् अस्तु. तर्हि आशमेतम् अस्तु बिजि भगिनी पठति किं भगिनी अग्रे शिवयोगः इदानीम् अहं कार्यालये गच्छामः. अस्तु भगिनि बिजि भगिनी पठति किम् भगिनि क्षम्यतां, पुकन्दलघुपदस्य इको यणचि सूत्रद्वयोः मध्ये पुकन्दलघुपदस्य इत्यस्य प्रसक्तिः अस्ति वा? अवगतम्, प्राप्तिः अस्ति वा इति द्रष्टव्यं, कस्य बलम् अधिकम् इति द्रष्टव्यम्। वर्णात् अङ्गं बलीय इति सूत्रेण वा? सूत्रं नास्ति, तत्तु परिभाषा अस्ति, परिभाषा तत्तु सर्वत्र न प्रवर्तते तस्य कार्यम्। इट् केनाट् बि कन्सिडर्ड् एस् अ बेस् लैन् एण्ड् देन् वि केनाट् डु इट्, वि हाव् टु थिङ्क् अबौट् बलाबलचिन्तनं बलाबल। ओके, योगः न इति स्थितौ इको यलचि इत्यस्मिन् उकारः निमित्तं पुगदरघुपदस्य च ऊकारः निमित्तं शिवुयोगः न ऊकारः, ऊकारः ऊकारः क्षम्यतां भगिनि, ऊकारः निमित्तं पुगदलघुपदस्य च इत्यस्मिन् न इति अर्धधातुकप्रत्ययकनिमित्तं नाम गुणस्य निमित्तं न प्रत्ययपर्यन्तसमुदायः, यन् आदेशस्य निमित्तम् ऊकारः एव, स च ऊकारः न प्रत्ययपर्यन्तसमुदायस्य अन्तर्भूतः, न च अत्र सि समुदाय अपेक्षया बहिर्भूतः। इको यनचि इति शास्त्रस्य निमित्तं पुगदलघुपदस्य च इत्यस्य निमित्तस्य अन्तर्भूतम् इति कारणात् इको यनचि अन्तरङ्गशास्त्रम्, अन्तरङ्गत्वात् पुगदलघुपदस्य च इति शास्त्रम् असिद्धं। पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषायाः इको यणचि इत्यस्य प्रवर्तनप्रसङ्गे पुगन्दलघुपदस्य च इत्यस्य अस्तित्वम् एव नास्ति। भवती एव वदतु भगिनि। अधुना शिवुयोगः न इति स्थितौ किं भवति भगिनि? म्यूट् भवति किं भगिनि? भवत्याः दूरवाण्याः प्रतिध्वनिः अस्ति। अत्र स्युयोगः न इति स्थितौ किं भवति अधुना? इको यणचि इत्यनेन इति प्रवर्तते चेत्, इति प्रवर्तते चेत् अत्र तु यण् आदेश ई योगः उ इति यण् आदेशः भवति इको यणचि इत्यनेन। यण् आदेश इत्युक्ते यण् आदेशः भवति। अनन्तरं यदि वयं पुगन्तलघुपदस्य च इति कार्यं कुर्मः चेत् अत्र अस्तु इको यणचि इत्यस्मिन् इत्यस्य निमित्तं किं किम् अस्ति? इक् वर्णः अस्ति, सि इत्यस्य सि सकार उत्तरवती इकारः एकं निमित्तम् अस्ति, अनन्तरम् उ इति अन्यत् निमित्तम् अस्ति, निमित्तद्वयम् अपेक्षितं खलु। अधुना पुगन्तलघुपदस्य च इति प्रवर्तनाय के के निमित्तानि सन्ति अत्र, कानि कानि निमित्तानि सन्ति अत्र? न इति किम् अस्ति अत्र? न इति कीदृशप्रत्ययः अस्ति? न इति प्रत्ययः अस्ति अपेक्षितम्। अनन्तरं सार्वधातुको अर्धधातुको वा? अर्धधातुकप्रत्ययम् अपेक्षितम्। अनन्तरम् उ इति वर्णः अपेक्षितं, शब्दः अपेक्षितं खलु। अनन्तरम् उ इत्यस्य उपदायाम् इकारः अपेक्षितं। सो उपदायाम् इकारः इत्युक्ते अन्ते एकः वर्णः स्यात् खलु, इकारात् अनन्तरम् एकस्य वर्णस्य अपेक्षा अस्ति, तर्हि तत्तु उ अस्ति, तद् अपेक्षितम्। अनन्तरं तस्य उपदायाम् इकारः अपि अपेक्षितं, तर्हि निमित्तत्रयस्य अपेक्षा वर्तते, अस्ति खलु? तर्हि निमित्तत्रयम् अस्ति इति कृत्वा बहिरङ्गं भवति खलु। उपदासंज्ञा न भवति किम्? उपदा इति अहं किं उपदा संज्ञा, उपदा इति संज्ञा इति न स्वीकुर्मः, तत्र एकः इकारः ह्रस्व इकारः अपेक्षितः खलु, ह्रस्व इकारः अपेक्षितः, उ इति शब्दः अपि अपेक्षितः, अनन्तरं न इति न अपेक्षितः, किमपि नास्ति, किमपि अपेक्षितः. अत्र तु ऊ अस्ति खलु, तदेव अत्र तु सञ्ज्ञी ऊ अस्ति, सञ्ज्ञी ऊ अस्ति, तर्हि ऊ इति अत्र अस्मिन् प्रकृतौ अपेक्षितः खलु. अस्तु, तर्हि अपेक्षितः, तर्हि निमित्तत्रयस्य आवश्यकता वर्तते. किन्तु इकोयणति इत्यस्मिन् इ उ इत्येव अपेक्षते. तर्हि इ उ न इति इति पुगन्तलघुपदस्य च इत्यस्य अपेक्षा वर्तते इति इत्यस्य निमित्तानि. इ उ इति केवलम् इ उ इति इकोयणचि इत्यस्य निमित्तानि. तर्हि बहिरङ्गम् इति किं भवति, पुगन्तलघुपदस्य च बहिरङ्गं भवति, तस्यैव समुदायस्य अन्तर्भूतः भवति इकोयणचि इति सूत्रस्य निमित्तानि इति कृत्वा इकोयणचि अन्तरङ्गं भवति. तर्हि यदि श्वोः षोडनुनासिके च प्रथमं कार्यं करोति, तर्हि अनन्तरम् अग्रिमसोपाने इकोयणचि पुगन्तलघुपदस्य च इत्यनयोः प्रसक्तिः भवति, तदा पुगन्तलघुपदस्य च इत्यस्य प्राप्तिः न भवति. इकोयणचित् एव कार्यं करोति अन्तरङ्गसूत्रं भूत्वा. तर्हि अधुना किं भवति, तर्हि स्युयोगः न स्युद्योगः न इति आदौ यत् सोपानमस्ति तस्मिन् तस्यां स्थित्यां पुगन्तलघुपदस्य च नित्यसूत्रं नास्ति. श्वोः षुडनुनासिके च इत्येव नित्यसूत्रम् इति भवति खलु, इति कृत्वा तस्यैव कार्यं भवति. किमित्युक्ते अन्तरङ्गविषयः बहु प्रपञ्चः अधिकः, तस्य बहुविधाः सन्ति. सर्वम् अस्माभिः न पठ्यते. एकविधम् अन्तरङ्गम् इति कृत्वा चर्चा अत्र जाता तावदेव. अवगतं किम् अत्र? प्रथमसोपानस्य वियोगः न इति स्वीकृत्य पुगन्तलघुपदस्य च कार्यं करोति चेत् श्वोः षोडनुनासिके च इत्यस्य कार्यं भवितुम् अर्हति इति अस्माभिः दृष्टम्. किन्तु यदि श्वोः षोडनासिके प्रथमं कार्यं करोति चेत् पुगन्तलघुपदस्य च कार्यं कर्तुं न शक्नोति. किमर्थम् इत्युक्ते इको एणचि इत्यस्यपि प्रसक्तिः भूत्वा इको एणचि अन्तरङ्गसूत्रम् इति कृत्वा तस्य कार्यं पूर्वं भवति. इति कृत्वा श्वोः षोडननासिके च नित्यसूत्रम् इति आहत्य कार्यं तदेव अस्ति. अनन्तरं इको एणचि पुगन्तलघुपदस्य च इति द्वयोः वयं कस्य प्राप्तिः अस्ति इति चर्चायां सत्याम् अत्र शिवयोगः न इति स्थितौ इको एणचि इत्यस्य निमित्तसमुदायः पुगन्तलघुपदस्य इति इत्यस्य निमित्तसमुदायस्य अन्तर्भूतः वर्तते इति कृत्वा इको एणचि अन्तरङ्गशास्त्रम् अस्यां स्थित्याम् अन्तरङ्गशास्त्रम् इति शास्त्रम् इति वदेम. अस्तु, श्वोः षोडनासिके प्रथमं कार्यं करोति चेत् सिव् योग न सियु भवति, नो चेत् पुगन्तलघुपदस्य कार्यं करोति चेत् सेयु भवति. अनन्तरं भूत्वा अनन्तरं श्वोः षोडनासिके इति भवति. सत्यं सत्यं, तथा एव प्रथमं पुगन्तलघुपदस्य कार्यं करोति, अतः सिव् से भवति, तस्य गुणः खलु. अनन्तरं श्वोः षोडननासिके चैत्यस्य पुनः प्राप्ति प्रसक्तिः अस्ति, तर्हि तद् तस्य कार्यं भवति इति कृत्वा नित्यशास्त्रमस्ति. तर्हि नित्यशास्त्रं यदस्ति तदेव प्रवर्तनीयः खलु. तर्हि पुगन्तलघुपदस्य च न प्रवर्तनीयः. इदानीं वयं पश्यामः पुगन्तलघुपदस्य च षूडनासिके च सूत्रस्य अनन्तरं कार्यं न करोति इति कृत्वा तत्तु नित्यशास्त्रं नास्ति. पुगन्तलघुपदस्य च नित्यसूत्रं नास्ति इति दृष्टम्. आं भगिनि, तदेव अस्ति. अग्रे पठेम. अग्रे मलद् भगिनी पठति किं भगिनि? एकनिमिष भगिनि. यतः कार्यं न करोति पश्यामः चेत् तत्र अन्य नूतनसूत्राय विप्रतिषेधः भवति. आम् आम्, विप्रतिषेधः इति नास्ति, तुल्यबलविरोधः विप्रतिषेधः इति भवति. अत्र तु तुल्यबलविरोधः नास्ति खलु. अत्र तु इको एणचि पुगन्तलघुपदस्य च इति पुनः प्रसक्तिः भवति इति कृत्वा च पुनः फलाबलचिन्तनं भवति. तस्मिन् सन्दर्भे इको एणचि इति सूत्रम् अन्तरङ्गं भूत्वा तस्य कार्यं भवति. पुगन्तलघुपदस्य न एव भवति. अन्तरङ्गं सूत्रं कार्यं करोति इति वयं वदामः चेत् तत्र विप्रतिषेध एव भवति खलु, नो चेत् किमर्थं? विप्रतिषेधे परं कार्यं, विप्रतिषेधः इत्युक्ते तुल्यबलविरोधः इत्युक्ते अन्यत्र अन्यत्र लब्धावकाशयो एकत्र प्राप्तिः एव तुल्यबलविरोधः अस्ति खलु. किन्तु परत्व तथा वदामः चेत् परसूत्रमेव बलवद् भवति खलु. तर्हि पुगन्तलघुपदस्य च बलवद् भवति. किन्तु अस्माकं मुख्यशास्त्रं किम् अस्ति? पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरबलीयः इति एका परिभाषा अस्ति खलु, परिभाषासूत्रं. तस्य तु मुख्यं भवति. कुत्रापि वयं कुत्रापि तुल्यबलविरोधः तुल्यबलविरोधः विप्रतिषेधः समान किम्? आं भगिनि, अस्तु. तत् तुल्यबलविरोधः अस्ति चेत् एव वयं पश्यामः खलु अपवादसूत्रं वा अन्तरङ्गं सूत्रं वा नित्यं वा परं वा इति यत्र विप्रतिषेधे परं कार्यम् इति उक्तमस्ति. यत्र विप्रतिषेधः वर्तते तत्र परकार्यं बलवद् भवति. किन्तु परस्य अपेक्षया परशास्त्रस्य अपेक्षया नित्यशास्त्रम् अन्तरङ्ग बलवद् भवति. नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवद् भवति. अन्तरङ्गशास्त्रस्य अपेक्षया बहिरङ्गं भवति. अत्र तु अस्माभिः दृष्टं लघुपदस्य च हा, किन्तु तस्यापि अपवादत्वं न वक्तुं शक्यते. अत्र एकसूत्र अन्यसूत्रात् अपवादत्वम् इति न भवति. अन्तरङ्गस्य सूत्रस्य अपेक्षया बहिरङ्गं बलवत् भवति. ओ ओ, क्षम्यतां, न तथा नास्ति. बहिरङ्गस्य अपेक्षया अन्तरङ्गं बलवत्, अन्तरङ्ग अपवाद इति तदेव. अस्तु, अग्रे गच्छेम. मलर् भगिनी पठति किं सिवुयोगः न इति इको योगः न इति इको एनस्ति. स्यु योगः न सार्वधातुक आर्धधातुकयोः इत्यनेन ने स्योन इति शब्दः निष्पन्नः. अत्र अहं सोपानं वदामि वा? प्रथमं स्युयोगः न इति अस्ति चेत् शोधनुनासिके इति नित्यसूत्रमस्ति. अतः तस्य कार्यं प्रथमं भवति ऊट् भवति, वकारस्य स्थाने ऊट् भवति. तदनन्तरं इकोणसि वा पुगन्तलघुपदस्य वा इति प्रसक्तिः अस्ति इति चेत् अत्र इकोणसि अन्तरङ्गसूत्रं भवति. अतः स्युयोगः न इति भूत्वा स्योन इति भवति. एवं वा? तदेव साधु शब्दः तदेव अस्माकं लौकिकभाषायां तदेव अस्ति. स्योन इति एव साक्षात् रूपम् अस्ति. अत्र पूर्व उपस्थितनिमित्तसत्त्वम् इत्युच्यते, नाम लघु उपद गुणस्य निमित्त अपेक्षया यनादेशस्य निमित्तं पूर्वस्थितम् अस्ति. लघु उपदागुणस्य निमित्तं न प्रत्ययः, तत् अपेक्षया ऊकारः पूर्वः. सि ऊ न सि ऊ इति पर्याप्तं भवति यण् आदेशस्य कृते. किन्तु सि ऊ न अपेक्षते लघु उपदा गुणं प्रति अतः सुगन्तलघुपदस्य च इति शास्त्र निमित्त अपेक्षया यन् आदेशशास्त्रस्य निमित्तं पूर्वम् उपस्थितम् अनेन पूर्व उपस्थितं निमित्तिकत्वम् अत्र पूर्वनिम उपस्थितनिमित्तिकत्वम् अन्तरङ्गम् इति एतत् स्यो उदाहरणे पूर्व उपस्थितनिमित्तिकं वर्तते यतः सि यु उ इति पूर्वमस्ति इको एनचि अतः ई सि यु इति निमित्तानि पूर्वमस्ति अतः पूर्व उपस्थितनिमित्तिकम् इति वदनीयम् आं भगिनि किम् इत्युक्ते अन्तरङ्गस्य विषये बहु किमपि महोदयेन उक्तं किमित्युक्ते कुत्रचित् केचनाः जनाः सङ्ख्याः स्वीकुर्वन्ति त्रयः पुगन्तलघुपदस्य च इत्यस्य कृते त्रयः त्रीणि निमित्तानि अपेक्षितानि अन्यस्य कृते निमित्तद्वयम् अपेक्षितम् इति अनन्तरं किमस्ति अत्र यत्र वयं स्पेशल् इति पश्यामः चेत् सिवु इति अन्तर्भवति सिवु न इत्यस्मिन् इत्यस्य अपेक्षया अन्तः अस्ति खलु तस्यैव निमित्तसमुदायस्य अन्तः अस्ति इति कृत्वा तस्य तस्मात् तदन्तरङ्गम् इत्यपि वक्तुं शक्यते इति तर्हि यत्र वयम् बहिरङ्गसमुदायस्य अन्तर्भूतः इति वदामः तदर्थं यदि सङ्ख्याः अपि स्वीकर्तुं शक्यते नो चेत् अत्र साक्षात् यत्र उपस्थितिः भवति तत् स्वीकृत्य अन्तः अस्ति इति कृत्वा तदपि स्वीकर्तुं शक्यते इति किन्तु कदाचित् अपि अस्माभिः अन्तरङ्गस्य शास्त्रस्य बलाबलचिन्तनं न क्रियते एतावत्पर्यन्तं मया तु न कृतं किमर्थम् इत्युक्ते बहु जाटिल्यं वर्तते इति कृत्वा वयं न कुर्मः अधिकतया न आयाति बहिरङ्गं पूर्व अन्तरङ्गम् इति विषयः न आयाति अस्माकं चर्चायां सामान्यतया तु नित्यशास्त्रम् आयाति अपवादशास्त्रम् आयाति परशास्त्रम् आयाति इति एव अस्ति अस्तु अग्रे करेम एतदपि अस्ति कुत्रस्य तन्त्रङ्गस् इत्यपि अपेक्षा अस्ति इति एव अवगन्तुमेव अस्माभिः अधुना विषयः जायमानः अस्ति किन्तु यत्र अग्रे गत्वा वयं रूपाणि साधयामः तदा कुत्रचित् अपि अन्तरङ्गस्य एतावत्पर्यन्तं मया न दृष्टम् एतादृश विरलः उदाहरणानि विरलानि उदाहरणानि प्रायः स्युः किन्तु सामान्य अस्माकं यदा वयं रूपं साधयामः तत्र तु न आयाति एव दैवानुग्रहेण न आयाति इत्येव अहं वदामि जाटिल्यम् अर्थे वर्तते एतत् अस्तु अग्रे सरेम कस्य अग्रे पठतु भगिनि अधुना पुनः अवलोकनीयं यत् चित् योगः न इति मूलस्थितौ यच्च द्वयोः सूत्रयोः प्रसक्तिः शोः शूदनुनासिके च सुगन्तलघुपदस्य च अधुना एव ज्ञातं यत् सीउ योगः न इको यनसि सुगन्तलघुपदस्य च इत्यनयोः मध्ये इको यनसि इति अन्तरङ्गशास्त्रं यस्मात् पुगन्तलघुपदस्य च इति शास्त्रम् असिद्धम् अनेन ज्ञायते यत् शिवयोगः न इति स्थितौ पुगन्तलघुपदस्य च नित्यं नास्ति यतोहि शोः शूदनुनासिके च इत्यनेन शिवु योगः न इति भवति चेत् तदानीं सुगन्तलघुपदस्य च इत्यस्य प्राप्तिः नास्ति तस्मात् उच्यते यत् न इति स्थितौ नित्यत्वात् शोः शूदनुनासिके च इत्यस्य प्राप्तिः अवगतं खलु भगिनि चर्चितं तदेव विषयः पुनः उक्तः. अग्रे प्रायः अग्रे सुमन् भगिनी पठति किं भगिनि अपरनिमित्तिकम् अन्तरङ्गम् इति. अस्तु श्रूयते किम्? आम् अपरनिमित्तिकम् अन्तरङ्गम्. पूर्वं मम एकः प्रश्नः अस्ति अत्र पूर्वनिमित्तिकम् अन्तरङ्गं वयं वदामः खलु किमर्थं तत्र अवि कौण्टिङ्ग् इन् आर्डर्? तदेव भगिनि बहुविधाः वर्तन्ते. Either it could be counting or it could also be by the spatial organization. If you look at it, CU here, CU lies in between CU na, right? It's a part of that and it also lies in between. So we count it as antarangam. We consider it to be antarangam. So eco energy is tasya nimitani santi EU. पुगन्तलघुपदस्य अस्ति इ उ न, अतः वयं वदामः चेत् इ उ प्रथमं वदामः अनन्तरं न वदामः, अतः पूर्वनिमित्तिकं वा? आं भगिनि. अस्तु अस्तु इत्युक्ते इको एनर्जि लैक् अत्रापि पश्यन्ति चेत् भिन्नभिन्न वैयाकरणाः भिन्नभिन्नं मतं प्रतिपादयति मतेन मतं प्रतिपादयति तर् सो वि डोण्ट् हेव् अ फिक्सड् तर् आर् लैक् कन्सिडर्ड् बि मेनि मेनि टैप्स् आफ़् अन्तरङ्गम् इति चर्चाः वर्तन्ते. इट् कुड् ऐदर् बि बिकास् आफ़् द कौण्ट् इवन् इफ् यु टेक् द कौण्ट् इट् इस् वित्न् द त्री अण्ड् टु रैट् and वाट् एवर् समुदायः अस्ति तस्मात् एव अन्तरः भवति इति कृत्वा अन्तरङ्गम् इति वक्तुं शक्यते. अनदर् वन् इस् वाट् एवर् वि हेव् सी ऊ न इन् बिट्वीन् लैफ् सी अण्ड् ऊ विच् इस् दि निमित्तं फार् अनदर् इको एनर्जि. सो इको एनर्जि इस् कन्सिडर्ड् टु बि अन्तरङ्गम्. अन्तरङ्गम् ऐ अण्डर्स्टाण्ड् बट् वै इस् इट् पूर्वनिमित्तिकम् antarangam is because e u are first and then the third nimittam is na. I don't think it's because of first, it is because it comes in between and yeah, na is far away, probably you could say that. So you maybe already have seen u aranimittam, we may understand better. No, Bhagini, it's really complex. Yeah, it gets then complex. Then we will have many Urkams, Bhagini. Yeah, Bahu Vidani Urk. Bahu Vidani Santi Antaranga. No, no, Rupam, Rupam Api. Bahu Vidani Bhaveyu, I'm not debating that. No. Why is this name Purva Nimittikam is my question. How do I recognize it? Even in this Pankti, if you look at it, we saw about Kayatasya Matam where he talks about just the Sankhya, right? So if the Sankhya is Nyunam, it is called a Purva Nimittikam, right? So it could either be based on Sankhya or it could be based on the spatial orientation. If you look at the spatial orientation, where it is sitting, so see who comes in, not just before, it also means like, you know, it is within the Samudha of Sivuna. So it is called as Antarangam. Okay, because if you look at Sankhya and you say Sankhya is Nyunam, Sankhya has to be Nyunam, right? Otherwise it cannot be Antarangam. Exactly. Yes, exactly, Bhagini. But you think about it, there is only two Nimittams for both, right? And one yes. of the Nimittam comes before the other. So can you consider it to be Antarangam is another question that comes in. So I think you still can consider it to be Antarangam. Assume like my question is not is it antarangam or not, why is it called purva nimittikam antarangam? Probably that is why Bhagini, based on each of the vyakaranas purva nimittikam means a different thing. So if you take a look at count, right, Kayatasya Matam, it is still called as Purva Nimittikam Antarangam, but Kayatam Masa doesn't take into consideration that, you know, it is actually sitting in front. He doesn't take in, he just counts the Nimittams and then says, whichever is Nyunam, that is Purva Nimittikam. अस्तु. Okay, so I don't know, maybe after we see paranimittikam, we may understand why. Aparanimittikam, aparanimittikam. Oh, aparanimittikam, okay. Why one is called one and the other is called so the other. Same question I had asked Swarup Mahodaya as well. I could never, we couldn't get, and Mahodaya also asked many other Vyakarnas, right? His own teachers based out of India and stuff, but we couldn't get a proper answer to it. अस्तु अस्तु द सेम क्वेश्चन आई हैड प्रिपेयर्ड द डायग्राम निमित्तिक समुदाय पूर्वम अस्ति एक निमिष सॉरी भगिनी प्लीज फिनिश तदेव मम निमित्तिक समुदाय पूर्वम अस्ति इति कारणात् पूर्व तदपि स्यात् मया तु चित्रमपि कृतं कृत्वा अहं प्रेषितवती महोदय एतादृशसन्दर्भेषु किं पूर्वनिमित्तिकं भवति किं परनिमित्तिकं भवति इति अहं मया पृष्टं किन्तु किं बहिरङ्गम् अन्तरङ्गं भवति किं बहिरङ्गम् इति किन्तु निश्चितरूपेण उत्तरं न प्राप्तं कुत्रचित् अपि अस्माभिः एकैकस्य वैयाकरणः एकैकं भिन्नभिन्न अन्तरङ्गस्य विषये भिन्नभिन्नविषयं प्रतिपादयति अस्तु अग्रे पठामः अन्य प्रश्न आसीत् पृच्छतु भगिनि न न अन्य कोऽपि अन्या कोऽपि न प्रश्नं पृष्टवती अहं पृच्छवती भगिनी अत्र निमित्तसमुदाये पूर्वं निमित्तम् अस्ति इति कारणात् पूर्व उपस्थितनिमित्तम् इति वा इति उक्तं वा तदेव भगिनी भिन्नरूपेण एकैकः भिन्नरूपेण प्रतिपादयति एकः वदति समुदायस्य अन्तर्गतः इति एव किन्तु साक्षात् वाक्यं पश्यामः चेत् बहिरङ्गसमुदायस्य समुदायस्य अन्तर्भूतः निमित्तानि यस्य सूत्रस्य अस्ति तदेव अन्तरङ्गम् इति भवति अत्र तस्मिन्नेव इति सारांशरूपेण तदेव अन्तरङ्गस्य डेफिनेशन् अस्ति किन्तु केचनाः पूर्व उपस्थितं निमित्तिकम् इति केचनाः वदन्ति पूर्व उपस्थितम् इति स्थितौ केचनाः सङ्ख्याः स्वीकुर्वन्ति केचनाः तत्र स्पेशल् मध्ये कित् यत् पूर्वम् उपस्थितं तद् यथा भगिनी पृष्टवती तद् केचनाः वदन्ति अनन्तरं केचन अन्यपि विषयः अस्ति अत्र अपरनिमित्तिकमपि अन्तरङ्गम् इति वदति इति भिन्नविषयः अपि अस्ति तर्हि तस्मिन्नेव विषये बहुविधाः वर्तन्ते जाटिल्यं वर्तते एतावत्पर्यन्तं पूर्णतया एतद् अन्तरङ्गस्य पूर्वोपस्थि बहिरङ्गसमुदायस्य अन्तर्भूतः अन्तरङ्गम् इत्यस्मिन् पूर्णतया अन्तर्भूतः इत्यस्य वाक्यस्य शब्दस्य अर्थः कः कथं निर्णेतव्यः इति एकम् उत्तरम् इति नास्ति इति महोदयेन उक्तम् भिन्नभिन्नवैयाकरणैः भिन्नभिन्नरूपेण स्वीक्रियते इति आं धन्यवादः अस्तु भगिनि पठति किं स्मर भगिनि अग्रे अपरनिमित्तिकम् अपरनिमित्तिकम् अन्तरङ्गं यस्य शास्त्रस्य परं निमित्तं नास्ति तत् अपरनिमित्तं निमित्तिकं भवति आदेश उपदेशे शिति इत्यनेन आत्मं भवति तत्र अशिति इत्यनेन आत्व प्रतिषेधः नाम शितिकार्यं न भवति तथा च उपदेशे एजन्तं धातोः आत्वं भवति कस्मिन् परे इति चेत् किमपि नोक्तम् एवं रीत्या यस्य शास्त्रस्य परनिमित्तं किमपि नास्ति तद् परनिमित्तिकम् अस्ति अत्र शास्त्रं तु सूत्रं खलु आं भगिनि यस् इदानीम् अस्ति सूत्रे किमपि परनिमित्तं नास्ति चेत् तत् अपरनिमित्तिकं सूत्रम् इति सम्यक् वा आम् आं भगिनि अस्तु इदानीम् एकं सूत्रम् अस्ति आद् एच् उपदेशे शिति इत्युक्ते सम्यक् न गच्छामि आत् प्रायः पञ्चमी विभक्ति खलु इत्युक्ते पूर्वनिमित्तं प्रथमम् आदेश उपदेशे शिति इति सूत्रस्य प्रथमवाक्यं सूत्रं पठति किम् अग्रे उक्तमस्ति महोदयेन अस्तु अस्तु अत्र अग्रे अस्तु अधः अस्ति आदेश उपदेशे शिति उपदेशे एजन्तस्य धातोरत्वं न तु शिति उपदेशे इत्यनेन औपदेशिक धातूनाम् एव प्रसक्तिः न तु आतिदेशिक धातूनाम् उपदेशावस्थायाम् एजन्तं धातूनाम् अन्यस्य एचः स्थाने आत्वादेशः अशीतिः येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः आलोन्तस्य अलोन्त्यस्य क्षम्यताम् इत्यनेन अन्त्यस्य अलः स्थाने एच् इत्य अलः स्थाने क्षम्यताम् एच् इत्यनेन ए ऐ ओ औ अस्तु शकार इति यस्य स षित् न षित् अषित् तस्मिन् विषये अशिति तत्पुरुषः अस्तु आत् प्रथमान्तम् एचः षष्ट्यन्तम् उपदेशे सप्तम्यन्तम् अशिति सप्तम्यन्तम् अनेकपदं सूत्रम् लिति धातो रण क्षम्यताम् धातोरन भ्यास्यस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अस्ति एचः धातोः आत् उपदेशे अशिति एकनिमिष धातोः अन्ते एच् अस्ति चेत् तत्र आकारः आदेशः भवति किम् एचन्तधातोः एकारस्य स्थाने एच्छति एच् अन्ते अस्ति चेत् एकारः ओकारः ऐकारः औकारः तादृशधातोः एच् इत्यस्य स्थाने एकारस्य वा ऐकारस्य वा ओकारस्य वा औकारस्य वा स्थाने आकारः भवति आं भगिनि उत्तमम् उत्तमं ध्यायति इति भवति घै इत्यस्य अशिति प्रत्यय अस्ति क्षिति इति उक्तमस्ति इत्युक्ते क्षिति परे नास्ति इत्येव उक्तमस्ति. कस्मात् परे कः प्रत्ययः इति न उक्तमस्ति. क्षिति प्रत्यये परे मास्तु इति तादृश आत्व आदेशः. अशिति इत्युक्ते क्षिति परे मास्तु. अस्तु अस्तु. ऐकारान्त धातोः परे अशिति प्रत्यय अस्ति चेत् तत्र ए ऐ ओ औ स्थाने आ आगच्छति इति. अस्तु अग्रे पठति. तर्हि प्रथमं यत् वाक्यं भगिन्या पठितं तत् पुनः पठति किं भगिनि? यस्य शास्त्रस्य उपरि खलु उपरि. यस्य शास्त्रस्य परं निमित्तं नास्ति तत् अपरनिमित्तिकं भवेत्. अस्तु. आदेश उपदेशे उपदेशेष्यति इत्यनेन आत्वं भवति. अस्तु, इदानीं वयं जानीमः कथम् इति. उदाहरणार्थं वदामि चेत् भगिनि, अत्र अस्माकं ध्यै इति धातुः अस्ति, तस्य तु कर्मणि यत् आयाति खलु, कर्मणि रूपं पश्यामः चेत् ध्यै योगः य योगः ते, य इति यक् प्रत्ययः शित् नास्ति, अशित् अस्ति इति कृत्वा ध्यै इत्यस्य ध्या इति भवति, आकारः भवति, ऐकारस्य स्थाने आकारः, तर्हि ध्यायति इति ध्यायते इति रूपं. कुत्र अस्ति उदाहरणम्? एवमेव वदामि, यत्र अशित् ध्यै इति धातुः अस्ति, अनन्तरं यकार यक् प्रत्ययः कर्मणि रूपं यक् अस्ति खलु, कर्मणि यक् इति प्रत्ययः मध्ये आयाति विकरणप्रत्ययः, तर्हि ध्यै प्लस् यक् प्लस् ते इति अस्ति, आत्मनेपदीरूपमस्ति खलु, ते इति आयाति तस्यां स्थितौ. अत्र तु यक् प्रत्ययः षित् नास्ति, अषित् अस्ति इति कृत्वा ऐकारस्य स्थाने आकारः आयाति, तर्हि ध्यायते इति रूपं प्राप्नुमः. अस्तु, तदेव विषयः अस्ति. गाय अपि समान खलु? आं भगिनि, गायते अस्ति खलु, तत्तु भिन्नम् अस्ति. गै इति धातोः रूपं वदति, गै इति धातुः, गै इति भिन्नधातुः अपि अस्ति इति मन्ये भगिनि, यस्य गायते इति रूपं भवति. अत्र तु घा धातुः, गायति इति धातुः घा धातुः अस्ति, क्षम्यतां, घी धातुः इति मन्ये, एकनिमिषं पश्यामि. अस्तु, कुत्र पश्यति बृहद्धातु कुसुमाकरे? आमाम्, अत्र अष्टाध्यायी डाट् काम् इति अस्ति खलु, तत्र पश्यामि, तत्र भवति. अत्र गायति इत्यस्मिन् भिन्नकार्यम् अस्ति, तत्र तु गै योगः शप् इति आयाति, अनन्तरं एचो यवायवः इत्यनेन घा इति भवति तत्र. अत्र अग्रे पश्यामः, एकैकं गणं स्वीकृत्य रूपं कथं साधनीयम् इति पश्यामः, अत्र पश्यामः. अत्र अस्तु, तत्र अशिति इत्यनेन प्रतिषेधः नाम क्षितिकार्यं न भवति. अस्तु, वयं दृष्टवन्तः अशितिप्रत्यय अस्ति चेत् एव कार्यं भवति. तथा च उपदेशे एजन्तस्य धातोः आत्वं भवति कस्मिन् परे इति चेत् किमपि नोक्तम्. एवं रीत्या यस्य शास्त्रस्य परनिमित्तं किमपि नास्ति तत् अपरनिमित्तिकम् अस्ति. अस्तु, अत्र अनुवृत्तिसहित सूत्रे अस्ति एचः धातो आत् उपदेशे अशिति इति, किन्तु सूत्रेण किमपि तस्मिन् परे इति नास्ति, अतः एतत् अपरनिमित्तिकं सूत्रम् इति उच्यते. सम्यक् आम् भगिनि. आम् भगिनि, परनिमित्तकम् इत्युक्ते किं भगिनि? सप्तमी भवति खलु परनिमित्तिकं पूर्वकार्यं. अत्र अशिति इति निमित्तं नास्ति वा भगिनि? केवलं निषेधयति, शिति प्रत्यये परे मास्तु इत्येव निषेधयति खलु. किन्तु किन्तु किमपि तत्र तु परे एषः प्रत्ययः भवतु इति न उक्तमस्ति. अशिति शित् प्रत्यय नास्ति चेत् इति न उक्तम् इति एव उक्तमस्ति. शिति प्रत्यये परे मास्तु, कार्यं मास्तु इति. किन्तु परे प्रत्ययः भवतु इति न उक्तमस्ति. परे किम् अस्ति, यत् प्रत्ययः वा इदानीं वयम् अनुवृत्तिसहितसूत्रं द्रष्टव्यं वा? जस्ट् रेग्युलर् सूत्रं द्रष्टव्यं वा? न, अनुवृत्तिसहितं, अनुवृत्तिः सहितं पश्यामः चेदेव पूर्णवगमनं भवति खलु. नो चेत् सूत्रस्य तु तत्र लघुत्वं वर्तते, तत्र सर्वे विदेहः न लिख्यन्ते खलु पाणिनि. अनुवृत्तिः अपि स्वीकृत्य पश्यामः चेदपि अशितिः इति उक्तमस्ति. अशितिः इत्यनेन किम् अर्थः कः इत्युक्ते, शिति प्रत्यये परे कार्यं मास्तु इति एव अस्ति. किन्तु परे कः भवतु इति न भवतु इति न उक्तं, सत्यम्. अस्तु, अतः एतत् सूत्रम् अपरनिमित्तिकम्. अपरनिमित्तिकम् परनिमित्तं यस्मिन् न उक्तमस्ति अपरनिमित्तिकम् इति गच्छामः. अस्तु, अग्रे भगिनी मलर् भगिनी पठति किं भगिनि? आम्, अत्र देयं यत् अशित्वं भवेत् इति न उक्तम्. अशिति प्रत्यये परे इति न उक्तम्. शिति न भवति इत्युक्तम्. अतः निषेधार्थः आदेश उपदेशे शिति इत्यस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यं. प्रथमं उपदेशे अत्र अशित्वं भवेत् इति अशित् इति प्रत्ययः किमपि नास्ति खलु. अशित् इति साक्षात् कोऽपि प्रत्ययः नास्ति. शित् मास्तु इत्येव अस्ति तत्र. अतः अशित् इति किमपि नास्ति साक्षात् लोके खलु. चित्त नास्ति इति मन्तव्यं नैन् समासहस्रे अत्र. अग्रे सप्तमीभक्त्याम् अस्ति इति अतः परनिमित्तम् इति न स्वीकरणीयं वा? किमर्थम् इत्युक्ते अशत् इति एकः साक्षात् प्रत्ययः नास्ति खलु. तर्हि वाक्यद्वयं किं भवति अस्माकं प्रतिपादनार्थम्? उपदेशे एजन्तस्य धातोः आत्वं भवति इति एकः अर्थः. प्रथम अर्थः उपदेशे यजन्तधातोः अन्ते आत्वं भवति इति एकः अर्थः अत्र उक्तम्. द्वितीयवाक्यम् उपदेशे यजन्तस्य धातोः शिति परे आत्वं न भवति इति द्वितीय अर्थः. इति अर्थः उपदेशे यजन्तधातोः षित् प्रत्यये परे न आत्वं भवति इति द्वितीय अर्थः भवति. प्रथमे अर्थे किं वक्तुम्? उपदेशे यजन्तस्य धातोः आत्वं भवति कस्मिन् परे न उक्तम्. अत्र अहं पृच्छामि बहिनी, आत्वम् इति अशिति परे न स्वीकरणीयं वा? अशित् इति प्रत्ययः अस्ति किम्? न, प्रत्ययः इति कारणात् अशित् इति प्रत्ययः नास्ति. तत्र तु नैन् समासः अर्थं बोधयति खलु तत्र इति मम गमनं तथा. द्वितीये अर्थे तु शिति परे निषेधः. एवं च निषेधस्य निमित्तम् अस्ति, किन्तु विधिं प्रति निमित्तं नास्ति. खलु उपदेश एजन्तस्य धातुः आत्मं भवति इति प्रथमवाक्यं, तस्मिन् परे इति न उक्तं, परे एकः प्रत्ययः इति न उक्तं. द्वितीयवाक्यमस्ति उपदेश एजन्तधातोः शिति परे, शितिप्रत्यये परे आत्मं न भवति इति द्वितीयवाक्यं. तर्हि प्रथमवाक्यमेव विधिं विदधाति खलु प्रथमवाक्यं. प्रथमवाक्यं विधिः इत्युक्ते किमपि कार्यम्, आत्मम् इति कार्यं वाक्यद्वयं वर्तते खलु. किं वाक्यं कार्यं विदधाति? प्रथमवाक्यमेव कार्यं विदधाति. द्वितीयवाक्यं तु केवलं निषेधककार्यम् अस्ति खलु, निषेधकसूत्रमस्ति, निषेधं प्रतिबोधयति. तर्हि प्रथमवाक्ये किं कार्यं विदधाति, कार्यं विधिः विदधाति, तत्र तु प्रत्ययः परे निमित्तं किम् इति न उक्तं, परनिमित्तं न उक्तम् इति कृत्वा निमित्तं न उक्तम् इति अवगन्तव्यं. तर्हि सर्वं स्वीकरणीयं वा? हा, इति सर्वं स्वीकरणीयं प्रश्नद्वयं वर्तते. प्रत्ययः एव अपेक्षितः वा इति प्रश्नः उदेति खलु. अत्र प्रत्ययः एव प्रत्ययः एव नास्ति, प्रत्ययस्य लुक् भवति इति चिन्तयतु. तर्हि प्रसक्तिः अस्ति वा इति मन्तव्यं वा इति अपि प्रश्नः आयाति. जस्ट् सेस् क्षितिप्रत्यये परे मास्तु, अस्यूम् देर् इस् अ प्रत्यय दट् गेट्स् लुक् इन् द सेन्स् इस् कम्प्लीट्लि वनिशस्, इन् दट् केस् शुड् बि इवन् डू आत्वम् इति अन्यप्रश्नः उदेति, बिकास् देर् इस् नो प्रत्यय डिफैन्ड्. सो देर् इस् अ डिफ्रेण्ट् डिस्कशन् दट् कम्स् अप्. पर्युदासप्रसज्यप्रतिषेधः, पर्युदासप्रतिषेधः इति, सो देट् वि विल् ओन्ली नो बै भाष्यकारस्य वाक्यं, वेर् ग्रामेरियन्स् हस् एक्स्प्लेन्ड् हौ वि शुड् कन्सिडर् इट्, बिकास् देर् इस् नो प्रत्यय डिफैन्ड्. सूत्रस्य प्रसक्तिः नास्ति, प्राप्तिः कुत्रापि वर्तते, सर्वत्र वर्तते, अनेकत्र वर्तते. तस्य कृते पुनः अवल यत्र आचार्य कृतवन्तः तस्य, किन्तु साक्षात् पाणिनिना परे कः निमित्तं किम् इति न उक्तं, परनिमित्तं किम् इति न उक्तम्, अपरनिमित्तम् अस्ति, अपरनिमित्तिकमस्ति. अस्तु, अग्रे पठति किं, अत्र विजि भगिनि पठति किं भगिनि? एवं च द्वयोः सूत्रयोः इति एवं च यत्र द्वयोः सूत्रयोः एकत्र समकालप्राप्तिः, एकं च अपरनिमित्तकम्, अन्यस्य च निमित्तम् अस्ति. तत्र प्रथमं सूत्रं द्वितीयं प्रति अन्तरङ्गं, तदर्थम् आदे च उपदेशस्थिति, शास्त्रम् अन्यत् शास्त्रं प्रति अन्तरङ्गं भवति. सूत्रमपि अन्तरङ्गं बहिरङ्गम् इति सूत्रस्य एव अन्तरङ्गसूत्रं वा बहिरङ्गशास्त्रम् इत्यपि वदामः, सूत्रस्यैव शास्त्रम् इत्यपि अन्यनामकरणं. एवं च सूत्रद्वयोः सूत्रयोः एकत्र एकस्तरे एकसमये प्रसक्तिः अस्ति चेत् एकम् अपरनिमित्तकम्, अन्यस्य च निमित्तकम् इति निमित्तं बलचिन्तनं कुर्मः चेत् यस्य सूत्रस्य निमित्तमेव न अपेक्षितं तद् अन्तरङ्गं भवति इति. उदाहरणार्थम् आदेश उपदेशे इति तादृशसूत्राणि अन्तरङ्गसूत्राणि भवन्ति. अस्तु, अग्रे अपि एवं च इति पठतु. एवं च यत्र द्वयोः सूत्रयोः एकत्र समकालप्राप्तिः, अग्रे भगिनि एवं च परिभाषयन्तरे, तत्तु पठितं खलु, एवं च परिभाषयन्तु शेखरे इति. अग्रे एकः पङ्क्तिः किल तत्तु भगिनी पूर्वमेव पठितं, भगिनी पूर्वमेव पठितवती. ओके ओके. आदेश उपदेश इति सूत्रस्य सारांशः उक्तः, तत्तु पूर्वं दृष्टम् अस्माभिः. भगिनि एवं च परिभाषेन्दुशेखरे ग्रन्थकारः वदति अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि निमित्तानि यस्य तत् अन्तरङ्गम् अन्तर् भवती उक्तवती किल अधुना परिभाषेन्दुशेखरः इत्यस्य ग्रन्थकारः अस्ति नागेशः. नागेशः किं वदति, अन्तर्मध्ये बहिरङ्गशास्त्रनिमित्तसमुदायं मध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम् इति वदति सः. इति तस्य वाक्यमस्ति, नागेशस्य वाक्यमस्ति. अग्रे पठतु भगिनि. भगिनी पुनः वदतु, न अवगच्छामि. एवमेव तस्य वाक्यम् अस्ति, नागेशस्य वाक्यम् अस्ति एतद् इति, तस्य अवगर्णम् अग्रे उक्तमस्ति. अस्तु, इदानीं अर्थद्वयम् अस्ति खलु. प्रथम अर्थः अस्ति, अधुना एकनिमिषं अग्रिमवाक्यमपि भगिनी पठतु, अनन्तरं पश्यामः. अस्तु, पठति किं अन्तर्भूतानि अङ्गानि. अत्र अन्तर्भूतत्वं बहुविधम् अस्ति. अत्र अन्तर्भूतत्वस्य केवलं प्रकारद्वयं प्रदर्शितं, कदाचित् पूर्वोपस्थितनिमित्तकतया भवति, कदाचित् अपरनिमित्तकतया भवति, कदाचित् तदीयसमुदायमध्ये भवति, कदाचित् एकपदवर्णद्वयोपेक्षतया भवति. चतुर्विधानि सन्ति किल, न बहुविधाः सन्ति, बहुविधानि सन्ति, चतुर्विधं दत्तं दत्तम् आमाम् उक्तमस्ति खलु. एकमिति न, अन्तर्भूतत्वम् इत्यनेन सङ्ख्याः गणनं स्वीकृत्य कर्तुं शक्यते. केनापि उक्तम् अनन्तरं भगिन्या यथा पूर्वम् इति, साक्षात् पूर्वम् अस्ति इति कृत्वा पूर्व उपस्थितम् इति वक्तुं शक्यते. अन्यं पश्यामः चेत् अस्माकं सब्सेट् इति वदामः खलु, निमित्तं 1, 2, 3 इति ए बि सि डि इति अस्ति, अन्यस्य तु ए बि डि इति अस्ति, तत् तादृशम् अन्तर्भूतः इति कृत्वा अन्तर्भूतम् इत्युक्तम् इति वक्तुं शक्यते. प्रश्नः अस्ति वा, कस्यापि प्रश्नः, अधुना प्रश्नः अस्ति किं, किम् इत्युक्ते अनेके मतभेदाः सन्ति अस्मिन् विषये इति प्रथमम् अवगन्तव्यम्. अनन्तरं किम् इति, बहुविधाः प्रपञ्चः तु बहु विस्तृतः. अस्माभिः कानिचन उदाहरणानि अधुना अवलोकितवन्तः. विधि भगिनी म्यूट् भवति खलु, क्षम्यतां भगिनि, भवती हेड्सेट् धृत्वा आगच्छतु भगिनि अग्रे. अस्तु, किम् इत्युक्ते प्रपञ्चः तु बहु विस्तृतः अस्ति इति प्रथमम् अवगन्तव्यं. बहुविधाः वर्तन्ते, सर्वे कस्य कस्य वैयाकरणस्य किं किं मतम् इति अस्माभिः इतवत्पर्यन्तं न दृष्टम्. केवलम् आधुनिककाले वयं किम् अवगच्छामः इत्युक्ते, नागेशस्य पुरातनवैयाकरणः किमपि वदति, आधुनिक अग्रे वैयाकरणः ये ये सन्ति ते भिन्नरूपेण प्रतिपादयन्ति. एकः एव विषयः प्रति भिन्नभिन्नरूपेण किम् अस्ति, भिन्नभिन्नकार्यस्थलेषु भिन्नभिन्न अन्तरङ्गत्वम् इति कृत्वा ते प्रतिपादयन्ति इति अवगन्तव्यं. तर्हि नागेशस्य वैयाकरण नूतनवैयाकरणः अस्ति, तस्यैव शास्त्रे अपि बहुविधाः सन्ति इति सः अपि वदति. किन्तु प्रमुखविषयः एकं वाक्यम् अधुना किम् अवगन्तव्यम् इत्युक्ते, अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्मध्ये इत्युक्ते बहिरङ्गम् इति एकं सूत्रमस्ति, शास्त्रमस्ति, तस्य निमित्तसमुदायस्य मध्ये अन्तर्भूतनिमित्तानि सन्ति चेत् अन्यसूत्रस्य अस्ति चेत् तद् अन्तरङ्गं भवति इति अवगन्तव्यम् इति तस्य वाक्यमस्ति, तद् अवगन्तव्यं. किन्तु अन्तर्भूतः इत्युक्ते निमित्तसमुदायः इत्युक्ते किम् इति बहुविधाः सन्ति. तस्मिन् तु वयं तु नाकेशस्य मतमेव स्वीकुर्मः, शब्दशास्त्रमेव स्वीकुर्मः, संज्ञा वा अर्थं वा न स्वीकुर्मः इति अवगन्तम् अस्माभिः तत्तु निश्चितं. किन्तु यत्र अन्तर्भूतः इति वदामः तत्रापि बहुविधाः सन्ति. नागेशः एव बहुविधानि सन्ति इति वदति, तर्हि तत्र तु पूर्ण आलोकनम् अस्माभिः न क्रियते अधुना. अन्तरङ्गस्य विषये अस्माकं चर्चा अग्रे अपि पश्यामः चेत् एतावत्पर्यन्तम् अन्तरङ्गशास्त्रम् इति कुत्रचित् अपि मया न दृष्टम् अस्माकं करपत्रेषु. किमर्थम् इत्युक्ते अधिकतया किमस्ति परस् विप्रतिषेधे परं कार्यम् इति प्रायः भवति, नो चेत् अपवादसूत्रम् आयाति, किमस्ति नित्यशास्त्रम् आयाति, तादृश एव चर्चा जायते. कुत्रचित् अपि अन्तरङ्गम् इति अधिकतया न आगच्छति एव, बहुविधाः सन्ति, पूर्णतया अस्माभिः न वयं न पठामः अधुना. किमर्थमित्युक्ते बहुविधाः सन्ति, प्रथमं यत् सारल्येन अस्माभिः अवगन्तुं शक्यते तद् प्रथमम् अवगच्छामः इति कृत्वा एव अग्रे सरेम वयम्. एतत्तु बहुविधाः सन्ति, प्रपञ्चः विस्तृतः इति कृत्वा एवमेव अवगन्तव्यम्. अन्तरङ्गम् इति एकं एकः विषयः वर्तते इति अवगम्य अग्रे सरेम इति आशयः. भगिनि किन्तु एतत् उदाहरणं स्पष्टीकरोतु. किम् उदाहरणं भगिनि? अत्र स्पष्टीकरोमि. अपरनिमित्तिकम् अन्तरङ्गम् इत्युक्ते किम् इत्युक्ते यत्र परनिमित्तम् उक्तं न उक्तं तद् अन्तरङ्गम् इति मन्तव्यम्. इत्युक्ते अत्र उदाहरणार्थम् आदेशोपदेशे अशीति इति दत्तमस्ति. तर्हि अत्र आदेश क्षम्यताम् एकनिमिषम्. अस्तु, अत्र नास्ति चेत् परम् एकनिमिषं. मम प्रश्नः अस्ति, प्रथमवाक्यमस्ति एकः अर्थः अस्ति, द्वितीय वाक्ये द्वितीयः अर्थः अस्ति. इत्युक्ते वयं प्रथम वि शुड् नाट् इन्फर् उपदेशे अजन्तस्य धातोः आत्वम् अशिति भवति इति. कस्मिन् परे इत्युक्ते वि शुड् नाट् कैण्ड् आफ् इन् आवर् मैण्ड्स् वि शुड् नाट् से अशिति परे, बिकास् अशित् देर् इस् नो संज्ञा काल्ड् एस् अशित्. अशित् इस् नाट् अ संज्ञा अट् आल् व्याकरणम्. देर् इस् नथिङ्ग् काल्ड् एस् अशित्. आल् इट् इस् यूसिङ्ग् नैन् समासः. पाणिनि हस् यूस् नैन् समासः. Okay. शिति प्रत्यये परे मास्तु इति बोधनार्थं तत्र स्थापितवान्. देर् इस् नो संज्ञा काल्ड् एस् अशित्, देर् इस् नो प्रत्यय काल्ड् एस् अशित्, रैट्? सो हि हज़न्ट् मेन्शन्ड्, देर् इस् नो मेन्शन् आफ् व्हाट् दिस् इस् अ बाधक सूत्रं, नाट् नाट् नो नो नो अत्र तदेव तत्र एव there are two parts to it. The sutram is what the vakyam is here. Pratama vakyam and dvitiya vakyam. Pratama vakyam atra vidhi sutram vidhi sochayati atra vidhi asmakam they were always talk, we are always paribhas, there is always a vidhi to a sutram, right, where a karyam happens. Atra vidhi bodhayati pratama vakyam tatra tu pratyah kah iti na uktamasti vakyadvayam iti avagantam shakyate kalu. प्रथमवाक्यमस्ति एजन्तधातोः आत्मं भवतु इति उक्तमस्ति, आत्मं भवति इति निश्चयेन भवेत् इति भवेत्. द्वितीयवाक्यमस्ति किन्तु क्षिति प्रत्यये परे मास्तु इति द्वितीयवाक्यम्. द्वितीयवाक्यं निषेधकमस्ति, तत्र विधिः न आयाति. विधिः इति तत्र अनेन किमपि विधिः कार्यं वा, विधिः इत्युक्ते किम्, आगमः वा आदेशः वा लोपः वा जायते चेत् तदेव विधिः. अत्र तु किमपि यत्किमपि परिवर्तनम् अत्र तु विधिः किमपि नास्ति खलु. मास्तु इत्यनेन विधिः किमपि नास्ति, विधिः नास्ति, तत् विधिकार्यं नास्ति. किन्तु प्रथमवाक्यमेव विधिं ददाति खलु, विधिं बोधयति. तर्हि प्रथमवाक्येनैव विधिः So na tisra chatasra cha, there was no vidhi, there was only badaka sutra. Aam aam tatra tu vidhi eva nasti. Aam satyam bhagini. Astu atra tu vidhi api asti. Pratama vakyam vidhim vidadati, dvitiya vakyam kevalam nishedakam asti. Astu so etat sutram antarangam sutram bhavati kim. यदि अस्य सूत्रस्य अनन्तरम् अन्यत् सूत्रस्य द्वयोः सूत्रयोः यत्र प्रसक्तिः भवति एकसूत्रं तेषु तयोः एकं सूत्रम् आदेशोपदेश अशिति इति सूत्रम् आयाति चेत् तत्र प्रसक्तिः आयाति चेत् सर्वदा आदेशोपदेशे अशिति इति सूत्रम् अन्तरङ्गशास्त्रं भवति. किमर्थम् इत्युक्ते प्रत्ययः एव न उक्तमस्ति पाणिनिना इति कृत्वा तद् नित्यं सर्वदा तु तत्तु अन्तरङ्गमेव भवति. किन्तु यदि अपवादत्वं हरि ओम् अवगतं किं भगिनि न अन्ते भवत्याः ध्वनिः गता केनापि प्रायः सङ्ख्या नोदितम् इति मन्ये. किम् इत्युक्ते यदि द्वयोः सूत्रयोः प्रसक्तिः समानकाले स्थले आयाति चेत् समानस्थले आयाति चेत् तदा तेषु तयोः तु एकं सूत्रम् आदेशोपदेशति इति तादृश अपरनिमित्तसूत्रमस्ति चेत् निमित्तिकसूत्रमस्ति चेत् तस्यैव सूत्रस्य बलम् अधिकं भवति. अस्तु किन्तु अपवादत्वम् इति आयाति चेत् अपवादत्वम् इति चिन्तनं भवति. किमर्थम् इत्युक्ते अन्तरङ्गस्य अपि अपेक्षया अपवादसूत्रम् अन्यत् सूत्रम् अपवादसूत्रं द्वितीयसूत्रम् अपवादम् अस्ति चेत् द्वितीयसूत्रस्य कार्यं भवति. किन्तु द्वितीयसूत्रम् अपवादसूत्रं नास्ति तर्हि एतादृश अपरनिमित्तिकसूत्राणि ये सन्ति तेषामेव बलम् अधिकं भवति. अस्तु अग्रे पश्य अग्रे समयः अतीतः तर्हि अग्रिमसप्ताहात् प्रायः तृतीयबिन्दुः अत्र अस्ति. अग्रिमसप्ताहे भवती उक्तवती खलु कक्षा न वर्गः न भवति तदनन्तरं मिलामः तर्हि. नमस्कारः भगिनि धन्यवादः. इत्युक्ते जनवरी 4th खलु पश्यामि January 29th वर्गः नास्ति खलु अनन्तरं 5th इति मिलामः. आम् आं पञ्चमदिनाङ्के December 29th भगिनि आमामां 29th वर्गः नास्ति. आं क्षम्यतां धन्यवादः धन्यवादः भगिनि.